येनाक्षरसमाम्नाये अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः। वाक्यकारं वररुचिं भाष्यकारपदञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदी। सर्वे किञ्चित् समये आगच्छन्तु। अस्तु, इदानीमत्र अभ्यासः एव करणीयम्। अत्र गतवर्गस्य विषये अत्र अनिल् महोदयेन उक्तम्, अद्य तु सः न इतः पर्यन्तम् आगतवान्। अत्र इतोपि किञ्चित् अनिल् महोदय नमस्कारः। नमस्कारः महोदय। इदानीमत्र पूर्व पदस्य विषये एव। आमां महोदय। अत्र भवानेव पठतु, यथा ऋतुप्रकरणम् अस्ति खलु तत् आरभ्य पठतु। यथा ऋत्वप्रकरणम्, अस्मिन् प्रकरणे वारं वारं ऋत्वं विहितं भवति सर्वत्र पदान्ते। तदा रु स्थाने विसर्गः, स्थाने सकारः, रु स्थाने विसर्गः सकार, अनेन सं योगक्री योगघञ् संस्कारः, सम् इति उपसर्गः स्वयं पदम्, अतः सम् इत्यस्य मकार रु विसर्ग सकार। अस्मिन् प्रकरणे रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः, अपरस्मिन् पक्षे अनुस्वारः आगमः, चन्द्रबिन्दु विसर्ग अनुस्वारः। तथैव कस्मिन् योगचित् कस्मिंश्चित् कस्मिंश्चित् कान् योगचित् कांश्चित् कांश्चित्। अग्रे अपि पङ्क्तिः द्वयम् अस्ति खलु, पठतु एतदपि। अस्य पाठस्य सारांशः अयं यत् अस्माकं मनसि कानिचन मुख्याधिकारसूत्राणि सन्ति चेत् तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः। अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धिग्रहणे आगच्छति. अत्र ऋत्वप्रकरणम् इति अस्ति, सन्धिप्रकरणं, ऋत्वप्रकरणं, संज्ञाप्रकरणं, समासप्रकरणम् इति बहवः प्रकरणं सन्ति. प्रकरणम् इत्युक्ते पृथक्तया अधिकारम् इत्युक्ते अत्र अधिकारविषये अत्र कानिचन बहवः सूत्राणि सन्ति एकस्मिन् विषये. एतत् एव अधिकारम्. संहितायाम् इत्युक्ते यत्र समीपवर्तिनः वर्णाः अत्र योजनं कर्तुं शक्यते, एतत् संहितायाम्. इदानीमत्र प्रकरणं, बहवः प्रकरणं सन्ति. इदानीमत्र ऋत्वप्रकरणम्, अस्मिन् प्रकरणे वारं वारं ऋत्वं विहितं भवति. ससजुषो रुः इत्यनेन ऋत्वं वयं जानीमः. तत् ऋत्वस्य स्थाने कर अवसानयोर्विसर्जनीयः इत्यनेन विसर्गः भवति. एतदपि वयं जानीमः. इदानीं सर्वत्र पदान्ते तदा रुस्थाने विसर्गः रुस्थाने विसर्गः भवति. अनन्तरं तत् विसर्गस्य स्थाने सकारः भवति, विसर्गस्य सः इत्यनेन. इदानीमत्र ऋत्वस्य स्थाने विसर्गः, अनन्तरं सकारः भवति. अनेन इदानीमत्र उदाहरणरूपेण स्वीकुर्मः चेत् सम् इति उपसर्गम्, उपसर्गं पदमेव, सम् उपसर्गपूर्वकः. क्रु इति धातुः अस्ति, गञ् इति प्रत्ययमस्ति. गञ् इति प्रत्ययमस्ति चेत् अत्र विसर्गः श्रूयते एव. इदानीमत्र एकस्मिन् पक्षे सम् इति अस्ति, तत्र मकारस्य स्थाने अनुनासिकवर्णः श्रूयते, संस्कारः इति. अनन्तरमत्र अनुस्वारः, मूनुस्वारः इत्यनेन संस्कारः इति श्रूयते. सम् इति उपसर्गः, उपसर्गस्वयं पदम् इदानीमेव मया उक्तम्. अतः सम् इत्यस्य मकारः रु भवति चेत् तत्र विसर्गः, विसर्गस्य स्थाने सकारः. अस्मिन् प्रकरणे रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिक आदेशः भवति. पूर्वं स्थितस्य वर्णस्य विषये अत्र अनुनासिक आदेशः. अतः सम् इति अस्ति चेत् अत्र संस्कारः इति भवति. अनन्तरमत्र अपरस्मिन् पक्षे अनुस्वारः आगमः भवति, विसर्गस्य स्थाने अनुस्वारः. तथैव तस्मिन् योगः चित्, इदानीमत्र नकारः भवति, तत् नकारस्य स्थाने एकस्मिन् पक्षे अनुनासिकवर्णः श्रूयते, अन्यस्मिन् पक्षे अत्र सुहुचुनाचुः इत्यनेनैव अत्र न अत्र नकारः श्रूयते खलु, अन्यकार्यं भवति. एतदेव अत्र मया अत्र दत्तम्. इदानीं पश्यतु, नच्छव्यप्रशान्त, शान्ता भगिनी पठतु. नच्छव्यप्रशान् इत्यनेन पदान्ते न रुः, रु उपदेश अजनानुसुक इति तस्य लोपः इत्याभ्यां रु ऋ अत्रानुनासिकपूर्वस्य तु वा इत्यनेन विकल्पेन अनुनासिक आदेशः. अनुनासिकात् परो अनुस्वारः इत्यनेन अनुनासिकस्य अपक्षे अनुस्वार आगमः. खरवसानयोर् विसर्जनीयः इत्यनेन ऋ विसर्गः विसर्जनीयस्य सः विसर्गः स् तदा यथासङ्गं यथासङ्गं च्युत्वं ष्टुत्वं च. यथा कस्मिन् योगः चित् कस्मि योगः रु योगः चित् कस्मिर् योगः चित् कस्मिंस् कस्मिं योगः रेफः योगः चित् कस्मिं कस्मिंश्च कस्मिं योगः चित् कस्मिं कस्मिन् कस्मिन् योगः स योगः चित् कस्मिन् कस्मिन् चित् योगः चित् कस्मिंश्चित् कस्मिञ्चित् एवमेव कान् योगः चित् कां कांश्चित् कांश्चित् इति. अत्र पश्यतु अनिल् महोदय, अत्र भवान् एव अत्र प्रश्नः उदेति खलु, अत्र नकारस्य स्थाने किं किम् अभवत् इति. इदानीम् अत्र पश्येम चेत् अत्र कस्मिन् योगगच्छित् अत्र पूर्णतया किं किम् अभवत् इति न दत्तं खलु. अस्तु, नकारः कस्मिन् इति अस्ति, अनन्तरं तत् नकारस्य स्थाने अनुनासिकवर्णः एव आगत्य कार्यं करोति. अपरस्मिन् स्थले तत्र किं भवति, विसर्गः अनु मूनुस्वारः इत्यनेन अनुस्वारः श्रूयते. इदानीम् अत्र हल्सन्धिविषये एतत् समीचीनतया अत्र दत्तं, नत्यव्यप्रशान् इत्यनेन पदान्ते नकारस्य एतत् सावधानतया मनसि स्थापयतु. यत्र यत्र कस्मिन् इति किं भव विभक्ति किम्? सप्तमी. एकवचनम्. इदानीमत्र कस्मिन् इति भवति, तत् स्थाने नकारस्य स्थाने ऋत्वं भवति रु. पदान्ते पदान्ते कस्मिन् इति पदान्ते नकारः श्रूयते. उपदेश अज अनुनासिक इत् इत्यनेन तस्य लोपः भवति, अनन्तरं रु एव तिष्ठति, रु स्थाने र श्रूयते. अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अनुनासिकः. अत्र वार्तिकं भवति वा इति अन्यतरस्यं भवति विकल्पेन विभाषा इति. अतः अत्रानुनासिकः पूर्वस्य तु वा, पूर्वपदस्य विषये अत्र अनुनासिक अनुनासिकवर्णः श्रूयते. अतः एव अत्र कस्मिन् इति अस्ति चेत् अत्र अनुनासिकवर्णः श्रूयते. केन सूत्रेण, केन वार्तिकेन? अत्रानुनासिकपूर्वस्य तु वा इत्यनेन अनुनासिकः श्रूयते, आदेशः भवति. अनन्तरम् अनुनासिकात् परः अनुस्वारः अनुनासिकवर्णः अस्ति. इदानीम् अत्र परे अनुस्वारः श्रूयते, अतः एव एकस्मिन् स्थले किं भवति, किं भवति एकस्मिन् स्थले अनुस्वारः, एकस्मिन् स्थले प्रथमम् अनुनासिकवर्णः श्रूयते, अपरस्मिन् स्थले अनुस्वारः श्रूयते कस्मिंश्चित् अनुस्वारः. अनुनासिक इत्युक्ते चन्द्रबिन्दु. आम्, चन्द्रबिन्दु. अतः एव अत्र उपदेश अज अनुनासिक इत् इति भवति खलु. भवान् जानाति, भवान् जानाति एव सम्यक् समीचीनतया. अत्र पूर्वस्मिन् स्थले अनुनासिकः श्रूयते, द्रष्टुं शक्यते एव. केन वार्तिकेन? अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन एव अत्र अनुनासिकवर्णः श्रूयते. एतदपि इत् भवति, केन सूत्रेण? अनुनासिक उपदेश उपदेश अनुनासिक इत्यनेन इत् भवति. इदानीम् अपरस्मिन् स्थले मूनु अनुस्वारः श्रूयते, एतत् किं भवति? अनुनासिकात् परोनुस्वारः इति वार्तिकं भवति. एतत् द्वयोः पदम् अत्र किं भवति? वार्तिकमेव. इदानीम् अत्र अनुनासिकस्य अपक्षे अनुस्वारः आगमः भवति, केन सूत्रेण? कर अवसानयोर्विसर्जनीयः अनन्तरं विसर्जनीयस्य सः इत्यस्य इत्यनेन विसर्गः सा भवति. अतः एव अत्र अनन्तरं स्थित्वं स्थित्वं भूत्वा कार्यं करोति. इदानीम् अत्र तस्मिन् योगः चित् नकारः इदानीं ऋतुं भवति. केन सूत्रेण? नश्चव्यप्रशान् नश्चव्यप्रशान् इत्यनेन एव अत्र नकारस्य स्थाने ऋतुं भवति, अनन्तरं चित् भवति. इदानीं ऋतुं भवति चेत् कस्मिर् योगः चित् भवति. इदानीम् अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन अत्र अनुनासिकवर्णः श्रूयते. अतः एव कस्मिन् भवति. अनन्तरम् अत्र किं भवति? अनुनासिकात् परोनुस्वारः इत्यनेन अत्र कस्मिन् इं मकारः श्रूयते. इदानीं योजनेन एकस्मिन् स्थले कस्मिंश्चित्, अन्यस्मिन् स्थले कस्मिंश्चित्. एकस्मिन् स्थले अनुनासिकवर्णः श्रूयते, अन्यस्मिन् स्थले मोनुस्वारः इत्यनेन अत्र अनुस्वारः. एतत् सूत्रेण एव, एतत् वार्तिके वार्तिकेन एव अनुनासिकात् परः अनुस्वारः श्रूयते इत्यनेनैव. अतः एव काञ्चित् भवति चेत् काञ्चित् कान् कुत्र भवति? विभक्ति किम्? द्वितीयविभक्ति. काञ्चित् एकस्मिन् स्थले कांश्चित् इति अनुनासिकः, अन्यस्मिन् स्थले अनुस्वारः. एतदेव अत्र समीचीनम्. इदानीं पूर्वम् अभवत् खलु? अत्र अत्र ऋत्वं प्रकरणं वयं पूर्वं न कृतवन्तः, रैट्? ऋत्वं नूतनमस्ति. सर्वत्र ऋत्वं प्रकरणं ससजुषोरुः इत्यनेन बहुवारं वयं दृष्टवन्तः. ससजुषोरुः एतत् ऋत्वप्रकरणम्. अनन्तरं तत् ऋत्वस्य स्थाने एव करावसानयोर्विसर्जनीयः इति अत्र भ्रातुः इव आगत्य कार्यं करोति. अत्र कानिचन सूत्राणि दत्तं, संख्या अपि दत्तं, किञ्चित् उपरि गतं महोदय. अत्रैव वा? अत्र 831, 832 अत्र अत्र अत्र एव यथा ऋत्वं 831 आरभ्य 812 पर्यन्तं प्रकरणे वारं वारं पश्येम. 831 मधुवसो रुसम्बन्धौ सम्बुद्धौ छन्दसि इत्यनेन वैदिकप्रयोगस्य प्रयोगेषु एव अत्र मतुः प्रत्ययन्तम् अस्ति चेत् कसु इति प्रत्ययन्तम् आगच्छति, अथवा तत्र ऋत्वम् आदेशकः भवति. अनन्तरं मतुः विषये, अनन्तरम् अत्र अत्र अनुनासिकः पूर्वस्य तु वा, एतदपि अत्र किं सूत्रसङ्ख्या न दत्तम्. मया किम् उक्तं चेत् अत्र वार्तिकम् इति, परन्तु अत्र वार्तिकं नास्ति, 832 एव. अस्मिन् ऋत्वप्रकरणे रु इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिक आदेशः भवति. इदानीमेव वयं दृष्टवन्तः. इदानीम् अत्र तृतीयबिन्दुः आतोटि आतो अटि नित्यम्. अत्र ऋत्वप्रकरणस्य सूत्रं पदान्ते रुशब्दः, तस्मात् परः अट् प्रत्याहारमस्ति चेत् ऐ उन् रुलुक् एवङ् अयौ च अयवरट् पर्यन्तं प्रत्याहारस्य वर्णः विद्यते चेत् ऋतुम् इत्यस्मात् पूर्वं विद्यमानस्य आकारस्य नित्यम् अनुनासिकः भवति. अत्र अनुनासिको इति वयं दृष्टवन्तः, तत्र अनुनासिकवर्णः भवति इति. अनन्तरं फोर् इदानीं दृष्टवन्तः अनुनासिकात् परो अनुस्वारः, अनुनासिक एकस्मिन् पक्षे कस्मिं चित् इति भवति, अन्यस्मिन् पक्षे कस्मिं चित् इति भवति. अत्र अनुनासिकात् परो अनुस्वारः इदानीमेव वयं दृष्टवन्तः खलु. अनन्तरं फिफ्त् 835 समस्तुति, सम् इति अस्ति, सम् इति उपसर्गम् अस्ति चेत् अत्र मकारस्य स्थाने रुट् आगमः, रुट् प्रकरणे रुट् आगमः भवति. सम् इति वयम् इदानीमेव दृष्टवन्तः, सम् योगः. तत्र न दत्तम्, अत्र अवगतं महोदय. मम मनसि प्रश्न उदेति, मकारस्य स्थाने ऋत्वं किमर्थम् आगच्छति? इदानीम् अत्र सम् इति उपसर्गम् अस्ति, एतत् पदमपि अस्ति, क्रू इति अस्ति, गै इति अस्ति. इदानीम् अत्र सम् इति उपसर्गः, उपसर्ग स्वयं पदम्, अतः सम् इति अस्य ऋत्वम् आदेशः भवति. तेन सूत्रेण इत्युक्ते वयं समस्तुति इति स्वीकुर्मः चेत् अत्र सम् इति उपसर्गस्य मकारस्य ऋत् आगमः परे रु आदेशः भवति. अनन्तरं पुम खय्यं परे, पुम इति पुम् इति शब्दात् परः संहितायां कै वर्णः, कै किं किम् अस्ति अत्र, ऐ वुन् रु लुक् एवं ऐ औ चयवरट् लन् न्यमनं जबैं गडदश् जबगडदश् तप्प छटत छटतौ तप्प छटत छटतौ इति अत्र कै वर्णः आरभ्य तपै पर्यन्तं तस्मात् परः च अं वर्णः अस्ति चेत् तत्र पुं शब्दस्य मकारस्य ऋत्वम् आदेशः भवति इति तत्र दत्तं ऋत्वप्रकरणे. अनन्तरम् अत्र नच्छव्यप्रशान् इदानीमेव वयं दृष्टवन्तः, नकारस्य स्थाने ऋत्वम् आदेशः भवति इति. अस्तु महोदय. एतदपि चौ वर्णः अस्ति चेत्. अनन्तरम् अत्र द्वादशपर्यन्तं गच्छति खलु प्रकरणं? आमाम् ऐ थिङ्क्. अनन्तरं 738 उभयस्थ उभयस्थु वैदिकप्रयोगेषु, लौकिकप्रयोगे नास्ति, वैदिकप्रयोगेषु पदान्तस्य पाठ संहितायां चौ वर्णः अस्ति चेत् अत्र अं वर्णः विद्यते चेत् नकारस्य विकल्पेन ऋतुम् आदेशः भवति. एतदपि किञ्चित् नच्छवे प्रशान् इत्यपि इत्येनपि नच्छव्यप्रशान् उभयर्थु इति भवति. अं वर्णः अस्ति चेत् अत्र मकारस्य स्थाने ऋतुम् आदेशः. अनन्तरम् अत्र दीर्घोद्धति समानपादे, एतदपि वैदिकप्रयोगमेव. अत्र अट् वर्णः अस्ति चेत् नकारस्य विकल्पेन ऋत्वं भवति इति. अनन्तरम् अत्र नृन् पे नकारः अस्ति, नकारस्य संहितायां विकल्पेन ऋत्वं भवति इति. अनन्तरम् अत्र स्वतवान् पायौ इति अस्ति, स्वतवान् इति पायु शब्दे परे स्वतवान् अपि अस्ति, पायु इति अपि अस्ति, संहितायां विकल्पेन अत्र अपि ऋत्वं भवति. अनन्तरमत्र काणां रिडेते इति भवति, कान् इति अस्य नकारस्य आम्रेडिते इति अस्ति चेत् तत्र अपि ऋत्वं भवति. एतत् ऋत्वप्रकरणम् अभवत् तावदेव. इतोपि क्लेशः अस्ति वा? न महोदय, नूतनज्ञानं नूतनज्ञानं. इदानीम् एतत् सर्वम् अभवत् खलु? आमाम् आम् महोदय. इदानीम् एतत्तु किं 10 अस्ति, इदानीं 11 10-4 अस्ति, नेक्स्ट् 10-5 ऐ थिङ्क्. आम् फोर् एतदेव खलु? आमां सम्यक् 411 इदानीम् अत्र गोदमल् पठतु. गोदमल् अस्ति वा? अस्मि. पाणिनेः एक प्रमुखलक्ष्यं प्रमुखकार्यम् अस्ति पदव्युत्पत्तिः. पदानि कथं निष्पत्राणि इति प्रदर्शनार्थं सूत्राणि विरचितानि. अतः आधिक्येन सूत्रेषु विशिष्टाकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. येषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति. तदर्थं सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः. उत्तमं. पुनरपि एकवारम् अत्र अञ्जना भगिनी पठतु. एतदपि किञ्चित् अत्र दोषाः सन्ति. पठतु, पुनरपि पठतु, सावधानतया पठतु. पाणिनियोः एकं प्रमुखलक्ष्यं प्रमुखकार्यम् अस्ति पदयुत्पत्तिः. पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि. अतः आदिवाक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णाः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. येषां कार्याणां सङ्ख्यार्थं विभक्त्याः प्रयुक्ताः सन्ति. तदर्थं सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के कति अधः सूचिताः. अत्र पश्यतु, अत्र पाणिनेः एकं प्रमुखलक्ष्यं किं भवति? प्रमुखकार्यम् अस्ति पदव्युत्पत्तिः. पदव्युत्पत्तिः कथं भवति इति भू इति सतायाम् इति वयं स्वीकुर्मः चेत् अत्र मण्डुकप्लुतिः भवति. मण्डुकम् इत्युक्ते फ्राग्. फ्राग् इट्स् नाट् गोयिङ्ग् कण्टिन्यूस्लि, इट्स् जम्पिङ्ग् फ्रम् वन् प्लेस् टु अदर् प्लेस् लैक् दट्. भू सतायम् इति स्वीकुर्मः चेत् अत्र एजोयव यावः पर्यन्तम् आगत्य भवति इति भवति. किञ्चित् कालानन्तरं भवन्तः सर्वे अत्र भवति कथं भवति इति व्युत्पत्तिः वदतु इति चेत् वक्तव्यमेव. एतत् विषये किञ्चित् कार्यं सूत्राणि सन्ति, क्रमेण पश्येम, आगच्छति एव. अत्र वयं सर्वे अत्र यङ्ग् लुगन्तधातुविषये वयम् इदानीं पठितवन्तः. भवन्तः अत्र भवति इति अस्ति चेत् कथं भवति इति किञ्चित् कालानन्तरं अवश्यम् आगच्छति एव. व्युत्पत्तिः, पदव्युत्पत्तिः कथं भवति इति. पदानि कथं निष्पन्नानि, पदानि अपि अत्र वर्णविषये भवति, अनन्तरम् अत्र अङ्गविषये एव. अत्र पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि पाणिनेः. अनन्तरं किञ्चित् क्लेशः आसीत्, अतः एव वररुचिः आगत्य किञ्चित् विवरणं दत्तवान्. इतोपि एतदपि समीचीनतया मनसि न आगच्छति इत्यस्य विषये एव अत्र भाष्यमपि पतञ्जलिना कृतम्। अतः अत्र आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति। अमुकवर्णस्य न अत्र मुखविषये अत्र किञ्चित् गौणं गौणम् इत्युक्ते अत्र स्पष्टतया नास्ति एव। अमुकविषये अमुकवर्णस्य स्थाने अन्यवर्णः अमुकवर्णः लुप्तः अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति। येषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति। विभक्तयः प्रथमम् आरभ्य सप्तमीपर्यन्तम् अनन्तरं सम्बोधनं भवति। एतदपि सम्बोधनप्रथमा इति एव भवति। प्रथमा इति विषये एव अत्र किञ्चित् परिवर्तनं भवति। अत्र विभक्तयः आगत्य विभक्तयः कुत्र भवन्ति? विभक्तिविषये कुत्र भवन्ति? उत्तमं, सुबन्तमेव। विभक्ति कुत्र भवति? सुबन्तमेव। धातुः कुत्र भवति? उत्तमं। तदर्थं सूत्रेषु विभक्ति नाम अर्थाः किञ्चित् भिन्नाः सन्ति। पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः। इतोपि स्पष्टतया अत्र अधः सूचितमेव। अन्तलक्ष्मी अस्ति वा? महोदय, पठतु। षष्टिविभक्तिः इत्युक्ते स्थाने सूत्रे यस्य वर्णस्य षष्टिविभक्तिः भवति सः स्थानी भवति। इत्युक्तौ तस्य स्थाने अन्ये वर्णः आयाति। कः वर्णः आयाति तस्य स्थाने? कः वर्णः आयाति तस्य स्थाने? तस्मिन् सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः सः प्रथमाविभक्तिः इत्युक्ते आदेशः आगमः नामकरणं। सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति सः आयाति षष्टिविभक्त्यन्तस्य वर्णस्य स्थाने। तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम आदेशः। सूत्रे तादृशः षष्टिविभक्त्यान्तः वर्णो नास्ति चेत् तत्र यदि प्रथमाविभक्त्यान्तः वर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न, तर्हि तस्य नाम आगमः। वयं जानीमः अत्र विभक्तिस्थाने प्रथमविभक्तिस्थाने आगमः आदेशः नामकरणं भवति। आदेशः अत्र शत्रुवत् भवति, आगमः मित्रवत् भवति इति वयं जानीमः। इदानीं षष्टिविभक्तिः यत्र भवति तत्र स्थाने इति भवति। अत्र स्थाने इति विषये बृहत् एकस्मिन् स्थले करपत्रमस्ति, बृहत् कार्यमस्ति स्थाने इति विषये। अत्र किञ्चिदेव दत्तं, किमर्थं चेत् भवन्तः एतत् विषये ओ बहवः सन्ति वा इति अत्र झटिति वयं गच्छेम, एतत् न अहं न इच्छामि इति वक्तुं न इच्छति, अतः एव अत्र किञ्चित् दत्तमत्र षष्ठिविभक्तिः स्थाने. सूत्रे यस्य वर्णस्य षष्ठिविभक्तिः भवति सः स्थाने भवति, इत्युक्तौ तस्य स्थाने अन्यवर्णः आयाति. कः वर्णः आयाति तस्य स्थाने? तस्मिन् सूत्रे यस्य वर्णस्य प्रथमविभक्तिः भवति सः एव अत्र स्थाने भवति. प्रथमविभक्तिः आदेशः आगमः नामकरणं वयं सर्वे जानीमः. अत्र एतत् किञ्चित् स्थले यदा अनिल् महोदयेन एतत् विषये प्रेषितम् अत्र विकिपीडिया मध्ये गच्छतु. अत्र एतत् षष्टिविभक्तिः, प्रथमाविभक्तिः, पञ्चमीविभक्तिः, सप्तमीविभक्तिः, तृतीयाविभक्तिः, एतत् किञ्चित् स्थाने एतत् अनन्तरम् अत्र आदेशः आगमः नामकरणम् एतदपि अत्र उदाहरणरूपेण दत्तं. किञ्चित् अत्र लिखतु, न तु अत्र मुद्रणं स्वीकरोतु. इदानीमत्र प्रथमविभक्तिः अस्ति चेत् अत्र आदेशः आगमः नामकरणम् इति भवति. अत्र सूत्रे यस्य वर्णस्य प्रथमविभक्तिः भवति सः आयाति षष्टिविभक्त्यन्तस्य वर्णस्य स्थाने एव भवति, तत् स्थाने एव स्थाने इति भवति. तत्र प्रथमविभक्ति अन्तस्य वर्णस्य नाम आदेशः. सूते तादृशषष्टिविभक्त्यन्तः वर्णः नास्ति चेत्, अत्र नास्ति चेत् तत्र यदि प्रथमविभक्त्यन्तं वर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न, तस्य नाम आगमः. अत्र परिवर्तनमेव भवति. अत्र कुर्वन्नपि इति अस्ति, कुर्वन् अपि, अत्र द्विवारं नकारः श्रूयते, कुर्वन् अपि. अत्र आगमः एव भवति, आदेशः नास्ति. अत्र किमपि परिवर्तनम् अस्ति परन्तु अत्र विपरीततया किमपि न अभवत्. इदानीं पञ्चमी विभक्ति अस्ति चेत् पञ्चमी परकार्यम् इति मनसि स्थापयतु. परकार्यं पञ्चमी परकार्यं, सप्तमी पूर्वकार्यं. परकार्यमस्ति चेत् पूर्वं निमित्तं भवति, पूर्वकार्यमस्ति चेत् परनिमित्तं भवति. एतत् मनसि स्थापयतु. अत्र सूत्रे यत्र वर्णस्य पञ्चमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितस्य इत्यस्य एव अत्र कार्यं भवति. नाम निर्दिष्टं कार्यं तस्मात् परं भवति. कार्यं पञ्चमी अस्ति अतः तत्र कार्यं परे भवति. सप्तमी तदेव भवति, निर्दिष्टात् कार्यात् परं स्थितम् इत्यस्य कार्यं भवति, तस्मात् पूर्वं कार्यम् अस्ति इति. तृतीयाविभक्तिः किं भवति अत्र? संयोजनेन. सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति सः निर्दिष्टः वर्णेन सः संयुक्तः इत्यर्थः. तत्र निर्दिष्टं कार्यं तस्मात् पूर्वमपि परमपि आर्हति, परन्तु अयं तृतीयविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवति. अत्र वर्णमेलनम् इति भवति. इदानीम् अत्र अनिल् महोदय पठतु. आदेशः पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः यदि योग अपि यकार यद्यपि आगमः वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः पठन् योग आगच्छति. अत्र नकारस्य आगमः पठन्नागच्छति. लोपः वर्णस्य अदर्शनं बालकः योग इच्छति विसर्गस्य लोपः बालक इच्छति. प्रतिपादयतु. अत्र त्रीणि उदाहरणानि सन्ति, आदेशस्य आगमस्य लोपस्य. आदेशस्य उदाहरणम् अस्ति यदि योग अपि, अत्र यदि अन्ते इकारस्य यकार परिवर्तयति तत्र आदेशः भवति, इकारस्य यकार आदेशः भवति. आदेशः शत्रुवत् खलु पूर्णतया अत्र अपगच्छति, परिवर्तनं भवति. अग्रे इकारस्य मारित्वा यकार आगच्छति. आम् आम्. आगमः अत्र मित्रवत् भवति, नूतनं वर्णम् आगच्छति चेत् अत्र पठन् योग आगच्छति अस्ति चेत् नकारस्य आगमः अस्ति, पठन् योग न योग आगच्छति, पठन् नागच्छति, नकार द्विवारम् अस्ति, लोपः लोपस्य उदाहरणम् अस्ति बालकः योग इच्छति, अत्र विसर्गस्य लोप भवति, अनन्तरं बालक इच्छति एव तिष्ठति। अत्र व्युत्पत्तिस्थाने किं किं भवति चेत् आदेशः आगमः लोपः, लोपः इत्युक्ते अत्र अदर्शनं लोपः, किमपि न द्रष्टुं शक्यते, अतः एव अत्र बालकः विसर्गः अस्ति, अनन्तरम् अचुवर्णः परे अस्ति, अत्र लोपः भवति पूर्णतया, परिवर्तनं किमपि नास्ति। उपरि तु प्रथमविभक्त्या तत्र आदेश आगमः नामकरण अस्ति, परन्तु अत्र लोपः अस्ति, तो लोपः कुतः आगच्छति? अत्र सन्धिविषये चत्वारः खलु, आगमः आगमः आदेशः आगमः लोपः अनन्तरम् एकमस्ति, कोऽपि वक्तुं शक्यते वा? झटिति वदतु अनन्तलक्ष्मी, शान्ता भगिनी, सर्वे जानन्ति एव प्रकृतिभावः, एतत् सर्वाणि एव अत्र कृत्वा कार्यं कृत्वा एव अत्र भवति, प्रथमम् आदेशः अनन्तरम् आगमः लोपः अनन्तरं प्रकृतिभावः, किमपि परिवर्तनं नास्ति इति। इदानीं भवतः प्रश्नः किम्? अत्र तु प्रथमाविभक्ति विवरणं दत्तम्, आगम आदेश आगमः नामकरणं, तु लोपः नास्ति तत्र, लोपः वयं जानीमः एव, एतत् सूत्रमस्ति, प्रसिद्धसूत्रमपि अस्ति, आदर्शनं लोपः इति अस्ति खलु? ओ अस्तु अस्तु, अहं न जानामि। एतत् मया बहुवारम् उक्तम्, अत्र इतोपि एकं सूत्रमपि अस्ति, प्रकृतिभावः इति सन्धिविषयः अस्ति, तत्र किमपि परिवर्तनं नास्ति, अत्र यत् भवति तथैव भवति, विसर्ग अत्र सन्धिविषये हन्तत्तो गत्वा एव द्रष्टुं शक्यते, सन्धि अग्रे अग्रे आगच्छति महोदय। इदानीमत्र किं पठतु, अन्तलक्ष्मी पठतु। महेश्वराणि सूत्राणि, माहेश्वराणि सूत्राणि, ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति, सर्वप्रथमं भीतिः मास्तु, अस्मिन् सारल्यम् अस्ति, अपि च सौन्दर्यम्, इमानि चतुर्दश माहेश्वराणि सूत्राणि इति, ऐ उन् रिलिक् एयोङ् अयौच् हैवरट् लण् यमगणनम् जबैङ् खडदश् जबगडदश् खाफाचाठाथ चडतौ कपै शेषसर् हल् इति चतुर्दशमाहेश्वराणि सूत्राणि। पठिके वा फर्दर? एतत् विषये वयं जानीमः एव, अत्र माहेश्वराणि किं किम् अस्ति इति, एतत् अन्तिमवर्णः इति भवति, तेन सूत्रेण अन्तिमवर्णः इति भवति, एतत् माहेश्वराणि सूत्रम् अस्ति चेत् अत्र एकं प्रसिद्धसूत्रमस्ति, किम् अस्ति मया उक्तमेव, बुधवासरे हलन्त्यं महोदय न सर्वे जानन्ति एव बुधवासरे मया अत्र किञ्चित् क्रोधभावेन उक्तम् जानन्ति वा लिखितमपि सर्वे आदिरन्त्येन सहेत अत्र आदिरन्त्येन सहेत इति सूत्रेण एव अत्र प्रसिद्धसूत्रमस्ति एतत् कार्यं भवति इदानीम् अत्र गोदामल् पठतु एकवारमपि वदतु भगिनि अत्र एतदेव द्रष्टुं शक्यते खलु द्रष्टुं शक्यते वा आम् आम् आम् आदिरन्त्येन सहेत अनिल् महोदय एतत् प्रतिहारसूत्रमस्ति अन्तिमवर्णः इत् भवति खलु ऐ उन् रु लुक् ऐ उ इन् इत् भवति लोपः भवति अदर्शनं लोपः एतत् प्रसिद्धमस्ति लोपः कुत्रापि मया न दृष्टम् इति न वक्तव्यमेव आरम्भसूत्रमस्ति आरम्भकाले एतत् अभवत् एव ऐ उन् रु लुक् एवं सर्वत्र अत्र इत् भवति केन सूत्रेण इत् भवति अन्तिम इतुवर्णस्य सः सः गृहीतः आदिवर्णः तयोः मध्ये विद्यमानानां वर्णानां स्वस्य च निर्देशं करोति अत्र आदिरन्त्येन सहेत एतत्तु प्रत्याहारसूत्रमस्ति मध्यवर्णः एव तिष्ठति अन्तिमवर्णः आदिमवर्णः आदिः अन्त्यः मध्यकः इति स्वः आदिः पूर्वं यत् भवति अत्र किञ्चित् अहं वक्तुमिच्छामि अत्र परिवर्तनं कुत्र कुत्र भवति चेत् अन्तिमवर्णस्य स्थाने अलोन्तस्य इति सूत्रमपि अस्ति अनन्तरम् आदेः परस्य आदिमवर्णस्य एव अत्र शः धात्वादेः इति शः इति भवति वयम् आदिमवर्णः अनन्तरम् अत्र अन्तिमवर्णः एव अलोन्तस्य इत्यनेन मध्यगः इति भवति मध्यगः एकं सूत्रमस्ति जानन्ति वा मध्ये एव एतत् आगत्य कार्यं करोतु एकमेव अत्र मिदन्त्यात् परः अन्तिम अच्वर्णात् परः एव अत्र कार्यं भवति इति मिदचोन्त्यात् परः इदितो नुं धातोः नुं धातुः भवति कुत्र भवति चेत् मिदचोन्त्यात् परः इत्यनेन एव अत्र भवन्ति एतद् बहवः सन्ति परन्तु एतद् विषये भवन्तः अत्र मनसि स्थापयतु किं किम् अभवत् अत्र गोदमल् पठतु गोदमल् अस्ति वा गोदमल् नास्ति अस्ति एव अस्मि अस्मि पठतु प्रत्याहारः वर्णानां सङ्ग्रहः प्रत्याहारण्यम् इत् संज्ञकाः वर्णाः स्थिताः इमे इत् संज्ञकाः वर्णाः प्रत्येकं प्रत्याहारस्य सीमारेखा भवन्ति प्रत्याहारः नाम सङ्ग्रहः अस्मिन् सङ्ग्रहे इत् संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम् ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति अत्र प्रत्याहारः इत्युक्ते किम् वर्णानां सङ्ग्रहः एव प्रत्याहारः एकस्मिन् स्थले वर्णाः आगत्य कार्यं करोति प्रत्याहाराणाम् अन्ते इत् सञ्ज्ञकाः वर्णाः स्थिताः. अत्र सूत्रं दत्तव्यमेव, परन्तु अत्र न दत्तम्. आदिरन्तेन सहेत इत्यनेन ईतसंज्ञकः वर्णाः स्थिताः, अन्तिमवर्णः. इमे ईतसंज्ञकाः वर्णाः प्रत्येकं प्रत्याहारस्य सीमारेखा भवन्ति. सीमा इत्युक्ते अन्तिम बौण्ड्रि इति अत्र सूचयति. प्रत्याहारः नाम सङ्ग्रहः. अस्मिन् सङ्ग्रहे ईत् संज्ञकाः वर्णाः न अन्तर्भूताः इति अवधेयम्. ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति एव. इदानीम् अत्र कान्ता भगिनी पठतु. औ सर्वेश्वराः. हल् सर्वाणि व्यञ्जनानि. अल् सर्वे वर्णाः. सर्वेश्वराः सर्वे व्यञ्जनानि अपि च. वयम् अत्र ईतुवर्णः वयं जानीमः. किमर्थं चेत् वयं माहेश्वराणि सूत्राणि इदानीमेव पठितवन्तः. आ इ उन्न इदानीम् अन्न. अत्र द्विवारं नकारः श्रूयते. अनिल् महोदय अस्ति वा? सर्वे सावधानतया शृण्वन्तु. लन् अपि मूर्धने नकारः श्रूयते खलु? ऐवुन् अपि मूर्धने नकारः श्रूयते. इदानीम् अत्र प्रश्नः उदेति नकारपर्यन्तं वदतु इति. अत्र प्रश्नः उदेति पूर्वनकारः वा परनकारः वा खलु? पूर्वनकारः इत्युक्ते उत्तमं. परनकारः चेत् इदानीं प्रश्नः वदति, अत्र पृच्छति लन् नकारः प्रत्याहारः नकारपर्यन्तं वदतु. इदानीं प्रश्नः उदेति पूर्वनकारः वा परनकारः वा? पूर्वनकारः परनकारः इति अत्र द्विवारं नकारः आयाति एव. अस्तु, जश् इति अस्ति जबगडदश्, अच् इति अस्ति चेत् सर्वे स्वराः अच्वर्णः, अल् चेत् सर्वाणि व्यञ्जनानि, अल् सर्वे वर्णाः. स्वराः अपि भवन्ति व्यञ्जनाः अपि भवन्ति अल् मध्ये. अत्र इदानीम् अञ्जना भगिनी पठतु. उदाहरण यन् सन्धि बहवः जानन्ति यदा यदि योगः अपि इत्युक्ते यद्यपि. अत्र ई स्थाने या आदेशः भवति यदार्थम् एकं सूत्रम् अस्ति. सूत्रस्य व्याख्यानं पठित्वा परिशीलयतु उपरितन उपभागेषु के उपस्थिताः सन्ति अस्मिन् व्याख्यमाने. यन्सन्धिमध्ये यकारः आदेशः भवति, इकारस्थाने यकारः आदेशः भवति, अत्र ई स्थाने यकारः आदेशः भवति. एतादृशम् एकसूत्रम् अस्ति. एतादृशम् एतदेव अत्र. इदानीम् अत्र अनिल् महोदयेन पठितम् अत्र यद्यपि इति. अत्र आदेशः भवति पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णः आगत्य कार्यं करोति. इकारस्य स्थाने यकारः पूर्णतया अत्र परिवर्तनं भवति, अतः आदेशः भवति, शत्रुवत् भवति. इकोयनचि अपि इकोयनचि यद्यपि भवति पूर्णतया पठतु अत्र. इको एनचि इकस्थाने यणः आदेशः भवति अचिपरे संहितायां विषये. इकः यणः स्थायत् सवर्णे अचिपरे इति सूत्रस्य फलितः अर्धः इति ज्ञेयम्. इकः षष्ठन्तं यणः प्रथमान्तम् अचि सप्तम्यन्तं त्रिपादिमिदं सूत्रं. संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमेव इकः यणः अचि संहितायाम् इति. यदि योगः अपि इत्युक्ते ई योगः ई या यद्यपि अत्र इकारः इक् प्रत्याहारे अस्ति यकारः यन् प्रत्याहारे अस्ति सूत्रे इक् षष्टिविभक्तौ अस्ति अतः तस्य स्थाने कार्यं भवति भवतिः. यन् प्रथमाविभक्तौ अस्ति अतः सः यकारः आदेशरूपेण इकारस्य स्थाने आयाति. अत्र सप्तमी विभक्तौ अस्ति अतः अपि शब्दस्य अकारात् पूर्वम् कार्यं भवति. कार्यं किम् ई स्थाने या ई स्थाने इ अधिका आदेशः. वयम् अत्र इको एनचि इति प्रसिद्धसूत्रमस्ति. इकः स्थाने एनचि यन् अचि अचि परे अस्ति चेत् यनादेशः भवति. कुत्र? इकः स्थाने. अत्र इकः इति स्थानि भवति. इकः स्थानि भवति चेत् विभक्ति किम्? षष्टि विभक्ति. उत्तमं, षष्टि. अनन्तरं यन् आदेशः भवति चेत् अत्र किं भवति? विभक्ति किम्? विभक्ति. प्रथमा. उत्तमं, उत्तमम्. एतत् अत्र संहितायामस्ति चेत् भवति इति, यद्यपि इति वयं पूर्वमेव दृष्टवन्तः. अपि अपि अस्ति चेत् यद्यपि इकारस्य स्थाने यकारः भवति इति. अत्र इतपर्यन्तम् इकः यन् अचि संहितायाम् इति संहितायां समीपवर्तिनः भवन्ति चेत् अत्र कार्यं भवति इति. एतत् सुलभतया अत्र किमपि कार्यं नास्ति. परिशिष्टं पाणिनेः सूत्राणां पद्धतिः इत्येव. अत्र किमपि सन्देहः अस्ति चेत् पृच्छतु. न महोदय, सरलं किमपि बहुवारम् एवम् एतत् कृतम्. अतः अत्र सन्देहः नास्ति एव. इदानीम् अत्र किं भवति, द्वादश अस्ति. द्वौ धात्वधिकारौ आकृतिः कारणं च. अत्र धातोः एकाचो हलादेः क्रियासमभिहारे यङ् यङ् इति प्रत्ययमस्ति. एतत् बृहत् कार्यमस्ति. धातोः एकाच अस्ति चेत् हलादेः हल्वर्णः अस्ति चेत् क्रियासमभिहारे इत्यनेन प्रथम धातु अधिकारः, धातोः इत्यनेन द्वितीयाधिकारः. एतत् किञ्चित् बृहत् अस्ति, कार्यमपि बहवः सन्ति एव. तावदेव, अत्र किमपि कार्यं नास्ति एव. परन्तु अत्र बृहत् अत्र विषयम् अस्ति, विषयाणि बहवः सन्ति एव. धातोः एकाच् एकः अस्ति चेत् अस्ति चेत् अत्र कार्यं भवति. अतः एतत् स्पष्टीतया किमपि अत्र कार्यं कर्तव्यं, झटिति न वक्तव्यमेव. अस्तु, इतपर्यन्तम् अत्र प्रश्नः नास्ति खलु? शान्ता भगिनी अन्तिमश्लोकं वदतु. भवतु सहनो भुनस्तु सह वीर्यं. ॐ शान्ति शान्ति शान्तिः. नमस्कारः, धन्यवादः. नमस्कारः, धन्यवादः. अत्र क्रियासमभिहारे इति अस्ति अन्तिम पदशक्ति अत्र कर्तुं शक्यते. सर्वेषां कृते कार्याणि सन्ति एव. अत्र गमनार्थं प्रयत्नं करोतु. एतदपि समये आगच्छन्तु. अस्तु बहवः धन्यवादः धन्यवादः धन्यवादः।